पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 132 पार्वत्युवाच अनन्दवासुदेवस्य कीदृशं स्मरणं स्मृतं यच्छ्रुत्वा न पुनर्मोहो मानुषाणां प्रजायते महादेव उवाच दृष्टतत्त्वेन देवेशि स्मरन्ति विष्णुं नित्यशः तृषातुरो यथा वारि तद्वद्विष्णुं स्मराम्यहं हिमेनाकुलितं विश्वं स्मरत्यग्निं यथा तथा तद्वदेवदु वै विष्णुं स्मरन्ति विबुधादयः पतिव्रता यथा नारी पतिं स्मरति नित्यशः तथा स्मरन्ति लोकेशं विष्णुं विश्वेश्वरेश्वरं भयार्थशरणं यद्वदर्थलोभी यथा धनं पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् दूरस्थोऽपि यथा गेहं चादको माधवं यथा ब्रह्मविद्यां ब्रह्मविदस्तथा विष्णुं स्मराम्यहं हंसामानसमिच्छन्ति ऋषयस्मरणं हरेः भक्ताश्च भक्तिमिच्छन्ति तथा विष्णुं स्मराम्यहम् प्राणिनां वल्लभो देहो यत्र आत्मावतिष्ठति आयुर्वाञ्छन्ति ये जीवास्तथा विष्णुं स्मराम्यहम् भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरं यद्धात्मवल्लभा भक्तिस्तथा विष्णुं स्मराम्यहम् अन्धेनाकुलिता लोकादीपं वाञ्छन्ति वै यथा तथा वै पुरुषा लोके स्मरणं केशवस्य च यथा श्रमार्ता विश्रामं निद्रा व्यसनिनो यथा गदालस्य यथा विद्यां तथा विष्णुं स्मराम्यहम् मादङ्गाः पार्वतीं भूमिं सिंहा वनगजादिकं तथैव स्मरणं विष्णो कर्तव्यं पापभीरुभिः सूर्यकान्तेरवेर्योगाद्वह्निस्तत्र प्रजायते एवं वै साधु संयोगाद्धरौ भक्तिप्रजायते शीतरश्मेर्यथा कान्तश्चन्द्रयोगादपश्रयेद एवं वैष्णवसंयोगान्मुक्तिर्भवति शाश्वती कुमुद्वदी यथा सोमं दृष्ट्वा पुष्पं विकासते तद्वद्देवे कृता भक्तिर्मुक्तिदा सर्वदा नृणां यथा नलाया संत्रस्था भ्रमरी स्मरणं चरेद तेन स्मरणयोगेन नलासारूप्यदामियाद गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतं ताश्च सायुज्यदां नीदास्तथा विष्णुं स्मराम्यहं केऽपि वै दुष्टभावेन चत्मभावेन केचन केचापि लोभभावेन चिन्तयन्ति जनार्दनम् भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनः केऽपि स्वामित्वभावेन बुद्धया वा बुद्धिपूर्वकं येन केनापि भावेन चिन्तयन्ति जनार्दनम् इहलोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम्। अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणं यदृच्छया विस्मरणं तृथा मुक्तिप्रदायकम्। न धनेन समृद्धेन विपुला विद्यया तथा एकेन भक्तियोगेन समीपे दृश्यते क्षणाद्। सान्निध्येऽपि स्थितो दूरे नेत्रयोरञ्जनं यथा भक्तियोगेन दृश्येन भक्त्यैश्चैव सनातनः। इदं तत्त्वमिदं तत्त्वं मोहितो देवमायया भक्तितत्त्वं यदा प्राप्तं तदा विष्णुमयं जगद। इन्द्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुन्दरी तथापि दुःखितास्ते वै भक्त्या विष्णोर्यथा विना। भक्तिमेवामृतं प्राप्य पुनर्दुःखं न जायते वैकुण्ठाख्यं पदं प्राप्य मोददे विष्णुसन्निधौ। वारित्यक्त्वा यथा हंसः पयः पिबति नित्यशः एवं धर्मान् परित्यज्य विष्णोर्भक्तिं समाश्रयेद। अन्यभक्तिं परित्यज्य विष्णुभक्तिं समाश्रयेद। तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेद। प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमः। विष्णुभक्तिं विना धर्मानुपदिशन्ति ये जनाः ते पदन्ति सदा कोरे नरके नात्र संशयः। बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवाञ्छति संसारसागरं तद्वद्विष्णुभक्तिं विना नरः। विष्णुभक्तिं च रक्षन्ति कर्मणा पात्यते यदि अकिञ्चनस्पृहायुक्तो मेरौ धत्ते यथा स्पृहां तव भक्तौ तथा देव मया हि क्रियते स्पृहा। जन्मान्तरे हि सा भक्तिर्मामकी यत्करोति हि वन्यर्यथेह स्वल्पोऽपि दहदे विविधं वनम्। तद्वदेव तु सा भक्तिरनुमात्रा कृता मया। शतैश्च श्रूयते भक्तिसहस्रैरपि बुध्यते तेषां मध्ये तु देवेशि भक्तो ह्येकः प्रजायते। बुद्धिं परेषां दास्यन्ति लोके बहुविधा जनाः। स्वयमाचरदे सोऽपि नरकोटिषु दृश्यते। पूजया हस्यते भक्तिर्जयेन परिहस्यते। एवं भावो हि देवेशे भक्तिस्तेनैव गृह्यते। सागरे च यथा पादकूपे त्राणोपवेशनम् यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते। मूले सिक्तस्य वृक्षस्य पत्रं शाखासु दृश्यते। भजना देवभो देवि फलमग्रे प्रतिष्ठितं पानीयहारिणा यद्वत्कडे चित्तं प्रधीयते। तद्वद्देवे हरौ चित्तं धृत्वा मोक्षमवाप्नुयाद। शैशवे च यद्धा मादा गुडं स्तोकं ददाधि वै पुनर्याचदि वै बालो गुडं वै लोभकारणाद। नीरे नीरं यथा क्षिप्तं दुग्धे दुग्धं हृदे हृदं तद्वद्भेदं न पश्यन्ति विष्णुभक्तिप्रसादतः भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथा भक्तिस्थितस्तथा भक्तकर्मभिर्नैव बाध्यते अजामिलस्वधर्मं च त्यक्त्वा पापं समाचरन् पुत्रं नारायणं स्मृत्वा मुक्तिं वै प्राप्तवान् ध्रुवम् दिवा रात्रौ च ये भक्ता नाममात्रोपजीविनः वैकुण्ठवासिनस्ते वै तत्र वेदा हि साक्षिणः अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यते तत्फलं तु समग्रं वै भुक्त्वा वै सम्पतन्ति च विष्णुभक्तिस्तथा देवि भुक्त्वा भोगाननेकशः वैकुण्ठं प्राप्य वा तेषां पुनरागमनं कदा विष्णुभक्तिकृता येन विष्णुलोके वसत्यसौ दृष्टान्तं पश्य देवेशि विष्णुभक्तिप्रसादः ग्रावाणो जलमध्यस्थाः शतशस्तेन तारिताः विना जलं सोमकान्दो विष्णुभक्तस्य मानसं दर्दुरो वसते नीरे षट्पदो हि वनान्तरे गन्धं वेत्ति कुमुद्वत्या भक्तो भक्तौ तथा हरेः गङ्गातटे वसन्त्येके एके वै शतयोजनं कश्चिद्गङ्गाफलं वेत्ति विष्णुभक्तिं परस्तथा कर्पूरा गुरुभारं हि उष्ट्रो वहति नित्यशः मध्यगन्धं न जानादि तथा विष्णुं बहिर्मुखाः मृगाशालं हि जिक्रन्ति कस्तूरीगन्धमिच्छवः स्वनाभिस्तं न जानन्ति ततः विष्णुं बहिर्मुखाः उपदेशो हि मूर्खाणां वृद्धा वै नगनन्दिनि तथैव विष्णुभक्तेर्हि उपदेशो बहिर्मुखे अहिना च पयः पीदं तत्पयो हि विषायते तथा वै चान्यभक्तानां विष्णुभक्तिर्विषायते चक्षुर्विना यथा दीपं दृष्ट्वा दर्पणमेव च समीपस्था न पश्यन्ति तथा विष्णुं बहिर्मुखाः पावको हि यथा धूमैरादर्शोऽपि मलेन च यद्धोल्बेनावृतो गर्भो देहे कृष्णस्तथावृतः दुग्धे सर्पिस्थितं यद्वत्तिले तैलं तु सर्वदा चराचरे तथा विष्णोर्दृश्यते नगनन्दिनि एकसूत्रे मणिगणा धार्यन्ते बहवो यथा एवं ब्रह्मादिभिर्विश्वं सम्प्रोदं ब्रह्मचिन्मये यथा काष्ठे स्थितो वह्निर्मन्थनादेव दृश्यते एवं सर्वगतो विष्णुर्ध्यानादेव प्रदृश्यते आदिरेको भवेद्दीपस्तस्माज्जादासहस्रशः एवमेकस्थितो विष्णु सर्वव्याप्य प्रतिष्ठति यथा सूर्योदये ज्योतिपुष्करे तिष्ठते सदा दृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः मारुतः प्रकृतिस्तोऽपि नानागन्धवः सदा ईश्वरसर्वजीवस्थो भुङ्क्ते प्रकृतिजान् गुणान् शर्करा विषसंयोगान्नीरं भवति यादृश्यं सम्भूत्वा तादृशो ह्यात्मा कर्मणं फलमश्नुते उर्वी च नीरसंयोगान्नानावृक्षा प्रजायते प्रकृतेर्गुणसंयोगान्नानायोनिषु जायते गजे वै मशके चैव देवे वा मानुषेऽपि वा नाधिको न च न्यूनो वै निष्ठो देहे स निश्चलः ब्रह्मादिस्तम्भपर्यन्ता ये चात्र भुवि मानवाः देवा यज्ञास्तथा नागा गन्धर्वा किन्नरादयः तेषु सर्वेषु दृश्यन्ते जले चन्द्रमसो यथा स सच्चिदानन्दशिवः स महेशो हि दृश्यते स वै विष्णुस्तथा प्रोक्तः सोऽयं सर्वगतो हरिः वेदान्तवेद्य सर्वेशः कालादीदो ह्यनामयः एवं तं वेत्ति यो देवि सभक्तो नात्र संशयः एको हि बहुधा ज्ञेयो बहुधाप्येक एव सः नामरूपविभेदेन जल्प्यदे बहुधा भुवि चक्षुषा न रवेर्ज्योतिर्भानुना चक्षुरेधते परमात्मा तथा चात्मा प्रतिदेहेदु सर्वदा खडे खडे यथा काशस्तस्मिन् भग्ने यथा स्थितः रूपे रूपे तथा त्वं हि भग्ने तस्मिन् सुनिश्चलः यथा काष्ठमयं रूपं पतते प्रभुणा विना कृमिभेदमयो देहो पतते चात्मना विना हेम्नो भवन्ति वर्णांश्च वह्निना यान्ति पूर्ववद तद्वज्जीवा प्रपद्यन्ते भक्ता वै पूर्वरूपतां स्वखनेनावृतं सूर्यं मूठा पश्यन्ति निष्प्रभं तथा ज्ञानधियो मूठा न जानन्ति तमीश्वरं निर्विकल्पं निराकारं वेदान्तैः परिपाठ्यते निराकाराच्च साकारं स्वेच्छया च प्रकाश्यते तस्मात् सञ्जातमाकाशं निःशब्दं गुणवर्जितम् आकाशान्मारुतो जातः सशब्दं च तदाभवद वादादजायदज्योतिर्ज्योतिषश्चाभवज्जलं तज्जले रुक्मगर्भश्च विराड्वै विश्वरूपदृक् तस्य नाभिः सरोजे च ब्रह्माण्डानां च कोटयः प्रकृतिपुरुषस्तस्मान्निर्मितं तु त्रिधा जगद तयोर्द्वयोश्च संयोगतत्त्वयोगोऽभ्यजायत सात्विकी विष्णुसम्भूतिर्ब्रह्मा वै राजसस्मृतः शिवस्तु तामसः प्रोक्त येभिः सर्वं प्रवर्तितं ये का ब्राह्मी स्थितिर्लोके कर्मबीजानुसारतः तया संहरदे विष्णुः सर्वलोकानुशेषतः तिष्ठत्यसौ तदा तत्र भगवान् विष्णुरव्ययः एवं सर्वगतो विष्णुरादिमध्यान्त एव च अविद्यया न जानन्ति लोका वै कर्मनिश्चिताः वर्णोचितानि कर्माणि यत्कालेषु प्रकारयेद यत्कर्म विष्णु दैवत्यं न हि गर्भस्य कारणं वेदान्तशास्त्रे मुनिभिः सर्वदैव विचार्यते ब्रह्मज्ञानमिदं देहे तदहं परिकीर्तये शुभाशुभस्य कार्यं च कारणं मन एव हि मनस्सा शुध्यते सर्वं तदा ब्रह्म सनातनं मन एव सदा बन्धुर्मन एव सदा रिपुः मनसा तारिता केचिन्मनसा यादिताश्च के मध्ये सर्वपरित्यागः बाह्ये कर्म तथाचरन् एवमेव कृतं कर्म कुर्वन्नपि न लिप्यते पद्मपत्रं यथा नीरलेशैरपि न लिप्यते अग्निरग्नौ यथा क्षिप्तो भक्त्या च किं प्रयोजनं यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनि भक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेद् वेदान्तैः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव च तत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगद् बलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किं सर्वेषामेव भावानां भावशुद्धिप्रशस्यते आलिङ्ग्यते यथा कान्ता यथा भावस्तथा फलम् उपानद्युक्तपादो हि वेत्ति चर्ममयीं महीम् बुद्धिर्यथा विधायस्य तद्वत्समन्यते जगद् दुग्धेन सिक्तो निम्बोऽपि कडुभावं न दुत्यजेद् प्रकृतिं यान्तिभूतानि उपदेशो निरर्थकः चित्त्वा वै सहकारं च फलं पत्रं कथं लभेत इन्द्रियाणां सुखार्थेन वृथा जन्म कथं नयेत् स्थाल्यां वैडूर्यमय्यां हि पच्यते चौषधं यथा दह्यते चागतस्तद्वद्वृथा जन्म कथं भवेद् निधानं च गृहे क्षिप्त्वा शुभसेवां कथं चरेद् त्यक्त्वा वैकुण्ठनाथं तमन्यमार्गे कथं रमेद भक्तिहीनैश्चतुर्वेदैः पठितै किं प्रयोजनम् स्वापचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते स्वकरे कङ्कणं बद्ध्वा दर्पणैः किं प्रयोजनम् ब्रह्मरुद्रादिभिर्देवैर्दत्तैश्वर्याश्च सेवकाः अर्पितं नैव गृह्णन्ति प्रभोश्चैव दुकिञ्चन अकिञ्चनाय भक्ताय दातुं नालं गतो वरं निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं भवेत् साकारं बहवो दृष्ट्वा गदा भक्त्या च तत्पदं पूजा भक्ति कथं शून्ये साकारे कथ्यते बुधैः शून्यमार्गे कथं यादि आधारेण विना नरः सकारो यः स्वयं स्वामी निराकारः स वै प्रभुः साकारो हि सुखेनैव निराकारो न दृश्यते सेवारसश्च साकारे निराकारेण वैरसः साकारेण निराकारो ज्ञायते स्वयमेव हि हरिस्मृतिप्रसादेन रोमाञ्चिततनुर्यदा नयनानन्दसलिलं मुक्तिर्दासी भवेत्तदा बाल्ये च यत्कृतं पापं तत्कथं न विनश्यति पूजादानव्रतैस्तीर्थैः जप होमैस्त्वदर्पितैः निजधर्मं परित्यज्य तपोघोरं कथं चरेत् स्वधर्मे निधनं श्रेयः परमधर्मोभयावहः विधिं सन्त्यज्य शास्त्रीयं तपोघोरं कथं चरेद आश्रमेण विना मूढो नैव सिद्धिमवाप्नुयाद ब्रह्मणा निर्मिता वर्णाः स्वे स्वे धर्मे नियोजिताः स्वधर्मेणागतं द्रव्यं शुक्लद्रव्यं तदुच्यते शुक्लद्रव्येण यद्दानं दीयते श्रद्धयान्वितं स्वल्पेनापि महत्पुण्यं तस्य सङ्ख्या न विद्यते नीचसङ्घेन यद्द्रव्यमानीदं गृहकर्मसु तेन द्रव्येण यद्दानं कृतं वै मनुजादिभिः तद्फलं न भवेत्ते वै नैव तद्फलभागिनः यादृशं गुरुदे कर्म इन्द्रियाणां सुखेच्छया तादृशीं योनिमाप्नोति मूढो हि ज्ञानदुर्बलः इह यत्कुरुदे कर्म तत्परत्रोपभुज्यते पुण्यमाचरतः पुंसो यदि दुःखं प्रजायते तदा तापो न कर्तव्यस्तत्कर्म पूर्वदेहजं पापमाचरतः पुंसो जायते दुःखमेव च न कर्तव्यस्तदा हर्षः सुखे तत्र सुरेश्वरि रज्जुबद्धाश्च पशवः प्रभुणा स्वेच्छया यथा नीयन्ते कर्मबन्धेन मनुजा अभिभूतले शाखामृगो वनचरो नृत्यते च गृहे गृहे एवं च कर्मणा जीवा नीयन्ते सर्वयोनिषु क्रीडदा कन्दुको यद्वत् प्रेर्यते प्रभुणेच्छया कर्मणा वा तथा जन्तुर्नीयते सुखदुःखयोः प्राणीस्वकर्मभिर्बद्धो न शक्तो बन्धनिग्रहे देवा वै कर्मभिर्बद्धा ऋषयश्च तथा परे कैलास्ये रुद्रदेहस्था भुजङ्गा विषभोजिनः असमर्था सुधा भोक्तुं कर्मयो निर्बलीयसि निरोगदेहदातायो बुद्धैः सूर्यो हि कथ्यते तद्रथे सारथिपङ्गुः कर्मयो निर्बलीयसि इन्द्रद्युम्नो हि राजर्षिर्गजत्वं कर्मणागतः समर्थस्वामिना तस्मिन् कर्मयोनिर्वृथा कृता रुद्रब्रह्मादयो देवा मानवाश्चासुराश्च ये ते सर्वे कर्मबद्धाश्च विचरन्ति महीतले कर्माधीनं जगत्सर्वं विष्णुना निर्मितं पुरा तत्कर्म केशवाधीनं रामनाम्ना विनश्यति सर्वत्रापि स्थितं तोयं मुक्तिदं तु सिदासिदे एवमाचरदां कर्म मुक्तिदं केशवार्चनम् इन्द्रियाणां सुखार्थाय यत्कर्म मनसाचरेद अहङ्कृतेन मन्येद केवलं देहमेव हि मनसा संस्मरन् जन्तुः प्रायच्चित्तं समाचरेद सपूर्वकर्मभोक्ता च अग्रे कर्म न वर्धते प्रशंसन्ति ग्रहान् केचित् केचित् प्रेद पिशाचकान् केचिद्देवान् प्रशंसन्ति ह्योषधि केचिदूचिरे केचिन्मन्त्रं च सिद्धिं च केचिद्बुद्धिपराक्रमम् उद्यमं साहसं धैर्यं केचिन्नीतिं बलं तथा अहं कर्म प्रशंसाभिः सर्वे कामानुवर्तिनः इति मे निश्चिता बुद्धिः कथ्यते पूर्वसूरिभिः यदा पुण्यमयो जन्तुः पापं किञ्चिह्नः विद्यते ज्ञानं हि द्विविधं चैव तदा पुण्यं सुखं भवेद् पापं पुण्यं समं यस्य तदा कर्मसु विद्यते समं योगं यदा द्वन्द्वं तदानन्दपदं व्रजेद् बाह्ये सर्वपरित्यागी मनसा संस्पृही भवेद् तद्वृद्धाचरितं तस्य तेन तत्पापभोगिनः बाह्ये करोति कर्माणि मनसा निःस्पृहो भवेद् त्यागोऽसौ मध्यमो ज्ञेयो न तु पूर्णफलं लभेद बाह्यमध्ये परित्यज्य बुद्ध्या शून्यावलम्बनम् त्यागः स उत्तमो ज्ञेयो योगिनामपि दुर्लभः क्रोधात् सर्वं त्यजन्त्येके के जेद्वादप्रभावदः कष्टात् सर्वं त्यजन्त्येके त्यागाः सर्वेऽनु मध्यमाः सुबुद्ध्या श्रद्धया युक्तो न क्रोधादिवशङ्गदः कर्मणां ह्यवलिप्तोऽपि सुगतिं व्याधिमानवः शुचीनां श्रीमदां गेहे धीमदां योगिनामपि योगाद्भ्रष्टस्तु जायेत कुले वै द्विजपूर्वके स्वल्पेनैव दुःखालेन पूर्णं योगं च विन्दति चिदानन्दपदं गच्छेद्योगभक्तिप्रसादतः पङ्गेनैव यथा पङ्गं रुधिरं रुधिरेण वै हिंसया कर्मणा कर्म कथं क्षालयितुं क्षमः हिंसा कर्म मयो यज्ञः कथं कर्मक्षये क्षमः स्वर्गकामकृता यज्ञा स्वर्गे ते चाल्पसौख्यदाः अनित्यानि तु सौख्यानि भवन्ति च बहून्यपि नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरे क्वचिद् सार्वभौमसुखं राज्यं स्वर्गे चापि तथा सुखम् अन्यत् किञ्चिन्न वाञ्छामि गर्भवासाद्बिभेम्यहं ग्रावा वैभिद्यते लोहैर्माणिक्यं नैव भिद्यते नानाकाममयी बुद्ध्या विष्णुभक्तिर्न भिद्यते बको जलचरान्धुङ्े मण्डूकादींश्च वर्जयेत् तथा यमः सर्वहन्ता वर्जयेत् कृष्णसेवकान् यो रक्षति स हर्ता च स वै पालक उच्यते अपराधशदैर्युक्तं स्वं स्थाने यत्र वासिता यथा कृतापराधस्य कृष्णस्तस्य कृपाकरः फलं च लभदे वाद्य रक्षक किं करोति चेत् एवमात्मा च देहेऽस्मिन् परवश्य कृपाकरः प्राप्तो न पारशनकैर्मल्लैर्युक्ता न वा पिता व्याधस्य मुक्तिदादा च कुब्जकातरिता स्वयं ब्रह्माद्यैर्दुर्लभस्वप्ने सुलभो गोपमन्दिरे गोपोच्छिष्टं यदा भुक्तं तदा ते तारिता स्वयं योगिभिर्गीयते नित्यं परमात्मा जनार्दनः अव्ययपुरुषश्रीमान् दृष्ट्वा तैर्देवि विस्मये ये दस्मरणकं दिव्यं ये पठन्ति दिने दिने सर्व पापविनिर्मुक्ता यान्ति विष्णोः सनातनम्। अनया भावबुद्ध्या च पठनं विष्णुसन्निधौ इहलोके सुखं भुक्त्वा परं पदमवाप्नुयात् इति श्रीपाद्मे महापुराणे उत्तरखण्डे विष्णुस्मरणं नाम द्वात्रिंशाधिकशततमोऽध्यायः ॐ